पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 227 पार्वत्युवाच विस्तरेण मया चक्ष्व मन्त्रार्थपदगौरवम् ईश्वरस्य स्वरूपं च तद्विभूतिगुणांस्तथा तद्विष्णोः परमं धाम व्यूहभेदांस्तथा हरेः सर्वमाख्याहितत्वेन मम सर्वसुरेश्वर ईश्वर उवाच शृणु देवि प्रवक्ष्यामि स्वरूपं परमात्मनः विभूतिगुणसङ्घातं तदवस्तात्मकं हरेः यः परः पुरुषो विष्णुर्नारायण उदाहृदः स ईश्वरश्च जगदां परमात्मा सनातनः विश्वदः पाणिपादश्च चक्षुष्मान्विश्वदप्रभुः विश्वानि भुवनान्यस्मानिन्धामानि परमाणि वै धारयन् सोऽप्यतिष्ठेन्मनांसि च मनीषिणां एवं बहुस्वरूपः सञ्श्रीपदिः पुरुषोत्तमः ईश्वरर्या सह भोगार्थं दिव्यमङ्गलरूपवान् बृहच्छरीरोऽग्निसमानरूपो युवा कुमारत्वमुपेयिवान् हरिः रेमे श्रियासौ जगदां जनन्या स्वज्योत्स्नया चन्द्र इवामृदांशुः अयं च जगदीश्वर्या कुमारो नित्ययौवनः कन्दर्पकोडिलावण्य सतस्ते परमे पदे भोगार्थं परमं व्योमलीलार्थमखिलं जगद भोगेन क्रीडया विष्णोर्विभूतिद्वयसंस्थितिः भोगे नित्यस्थितिस्तस्य लीलां संहरदे कदा भोगो लीला उभौ तस्य धार्येदे शक्तिमत्तया त्रिपाद्व्याप्तिः परे धाम्नि पादोऽस्येहा भवत्पुनः त्रिपाद्विभूतिर्नित्या स्यादनित्यं पादमैश्वरम् नित्यं तद्रूपमीशस्य परे धाम्नि स्थितं शुभम् अच्युतं शाश्वतं दिव्यं सदा यौवनमाश्रितं नित्यं सम्भोगमीश्वर्या श्रिया भूम्या च संवृतं नित्यैवेषा जगन्मादा विष्णो श्रीरनपायिनी यथा सर्वगतो विष्णुस्तथा लक्ष्मी शुभानने ईशान सर्वजगतो विष्णुपत्नी सदा शिवा सर्वद पाणिपादान्ता सर्वदोक्षिशिरोमुखी नारायणी जगन्मादा समस्तजगदाश्रया यदपाङ्गाश्रितं सर्वं जगस्थावरजङ्गमं जगस्तिदिलयौ यस्या उन्मीलननिमीलनाद सर्वस्याद्या महालक्ष्मी स्त्रिगुणा परमेश्वरी लक्ष्या लक्ष्यस्वरूपा सा व्याप्य कृष्णं व्यवस्थिता शून्यं तदखिलं विश्वं विलोक्य परमेश्वरी शून्यं तदखिलं स्वेन पूरयामास तेजसा सा लक्ष्मीर्धरणी चैव नीला देवीति विश्रुता आधारभूता जगदपृथिवी रूपमाश्रिता तोयादिरसरूपेण सैव नीलाव भवेद् लक्ष्मीरूपत्वमापन्ना धनवाग्रूपिणी हि सा एवं देवी स्वरूपा सा जगदश्रीश्रुता हरिं समस्तविद्याभेदास्युर्लक्ष्मीरूपावरानने श्रीरूपमखिलं सर्वं तस्या हि वपुरुच्यते सौन्दर्यं शीलवृत्तं च सौभाग्यं स्त्रीषु संस्थितं तस्यारूपं च गिरिजे सर्वासमूर्ध्नि योषितां यस्या कटाक्षाय तमोग्रदृष्ट्या ब्रह्मा शिवस्वर्गपतिर्महेन्द्रः चन्द्रश्च सूर्यो धनदोपमोऽग्निप्रभुदमैश्वर्यमवाप्नुवन्ति लक्ष्मीश्रीकमला विद्या मादा विष्णुप्रिया सति पद्मालया पद्महस्ता पद्माक्षी लोकसुन्दरी भूतानामीश्वरी नित्या सह्या सर्वगदा शुभा विष्णुपत्नी महादेवी क्षीरोदतनया रमा अनन्तालोकमादा भूर्नीला सर्वसुखप्रदा रुक्मिणी च तथा सीदा सर्ववेदवती शुभा सती सरस्वती गौरी शान्तिस्वाहा स्वधारतिः नारायणी वररोहा विष्णोर्नित्यानपायिनी एतानि पुण्यनामानि प्रादरुद्धाय यः पठेत् स महाश्रियमाप्नोति धनधान्यमकल्मषं हिरण्यवर्णां हरिणीं सुवर्णरचतस्रजां चन्द्रं हिरण्मयीं लक्ष्मीं विष्णोरनपगामिनीं गन्धद्वारां दुरादर्शां नित्यपुष्टां करीषिणीं ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियं एवं ऋक् संहितायां तु स्तूयमाना महेश्वरी सर्वैश्वर्यसुखं प्रादाच्छिवादीनां दिवौकसाम् अस्येषा नहि जगतो विष्णुपत्नी सनातनी यदपाङ्गाश्रितं सर्वं जगस्थावरजङ्गमं यस्य वक्षसि सा देवी प्रभाग्ना विवतिष्ठति स वै सर्वेश्वरसाक्षादक्षरपुरुषो व्ययः स वै नारायणश्रीमान् वात्सल्यगुणसागरः स्वामी सुशीलसुभग सर्वज्ञ सर्वशक्तिमान् नित्यं सम्पूर्णकामश्च नैसर्गिकसुहृत्सखा कृपापीयूषजलधिशरणं सर्वदेहिनां स्वर्गापवर्गसुखदो भक्तानां करुणाकरः श्रीमदे विष्णवे तस्मै दास्यं सर्वं करोम्यहं देशकालाद्यवस्थादु सर्वासुकमलापदेः इति स्वरूपं संसिद्धं सुखं दास्यमवाप्नुयाद एवं विदित्वा मन्त्रार्थं तद्भक्तिं सम्यगाचरेद दासभूतमिदं तस्य जगस्थावरजङ्गमम् श्रीमन्नारायणस्वामी जगदां प्रभुरीश्वरः मातापिता सुतो बन्धुर्निवासशरणं गतिः कल्याणगुणवान् श्रीश सर्वकामफलप्रदः योऽसौ निर्गुण इत्युक्तशास्त्रेषु जगदीश्वरः प्राकृतैर्हयसंयुक्तैर्गुणैर्हीनत्वमुच्यते यत्र मिथ्याप्रपञ्चत्वं वाक्यैर्वेदान्तगोचरैः दृश्यमानमिदं सर्वमनित्यमिति चोच्यते अत्रापि प्राकृतं रूप मण्डस्यैव विनाशनं प्राकृतानां हि रूपाणाम् अनित्यत्वं तथोच्यते इममर्धमहादेवि प्रकृतेरुद्भवं हरेः क्रीडार्थं देवदेवस्य विष्णोर्लीलाधिकारिणः लोकैश्चतुर्भिर्दशभिस्सागरैर्द्वीप संयुतैः भूतैश्चतुर्विधैश्चापि भूधरैश्च महोत्रयैः परिपूर्णमिदं रम्यमण्डं प्रकृतिसम्भवं दशोत्तरगुणोपेदं सप्तावरणसंवृतं कला काष्ठादिरूपेण यःकालं परिवर्तते कालेनैव जगत्सर्गस्थितिसंहरणं भवेद् चतुर्युगसहस्रं वै ब्रह्मणो दिवसो भवेद् तावन्ति रात्रिवर्षाणि ब्रह्मणो व्यक्तजन्मनः क्षयेदु ब्रह्मणप्राप्ते सर्वसंहारको भवेद् अण्डमण्डगदा लोका दह्यन्ते कालवह्निना सर्वात्मनस्तदा विष्णो प्रकृतौ विनिवेशिताः अण्डा वर्णभूतानि प्रकृतौ लयमाग्नुयुः सा सर्वजगदाधारा प्रकृतेर्हरिसंश्रिताः तया जगत्सर्गलयौ करोति भगवान् सदा क्रीडार्थं देवदेवेन सृष्टा माया जगन्मयी अविद्या प्रकृतिर्माया गुणत्रयमयी सदा सर्गस्थितिलयानां सा हेतुभूता सनातनी योगनिद्रा महामाया प्रकृतिस्त्रिगुणान्विता अव्यक्ता च प्रधानं च विष्णोर्लीलाविकारिणः जगत् सर्गलयौ स्यादां प्रकृतेरेव सर्वदा असङ्ख्यप्रकृतेस्थानं निबिडध्वान्तमव्ययम् ऊर्ध्वं दुःसीं निविरजा निःसीमाधः सनातनी तया धृतं जगत्सर्वं स्थूलसूक्ष्माद्यवस्थया विकाससङ्कोचावस्थे तस्यां सर्गलयौ स्मृतौ एवं सर्वाणि भूतानि प्रकृत्यन्तर्गतानि वै तदशून्यमिदं सर्वं प्रकृत्यन्तर्गतं महद एवं प्रकृतिरूपाय विभूते रूपमुत्तमं त्रिपाद्विभूतिरूपं तु शृणु भूधरनन्दिनि प्रधानपरमव्योम्नोरन्तरे विरजानदि वेदाङ्गस्वेदजनिततोह्यै प्रस्राविदा शुभा तस्याः पारे परे व्योम्नि त्रिपाद्भूतिः सनातनि अमृतं शाश्वतं दित्यमनन्तं परमं पदं शुद्धं सत्त्वमयं दिव्यमक्षरं ब्रह्मणः पदम् अनेककोटिसूर्याग्नितुल्यवर्चसमव्ययं सर्वदेवमयं शुद्धं सर्गप्रलयवर्जितम् असङ्ख्यमजरं नित्यं जाग्रत्स्वप्नादिवर्जितं हिरण्मयं मोक्षपदं ब्रह्मानन्दसुखावहं समानाधिक्यरहितमाद्यन्तरहितं शुभं तेजसात्यद्भुतं रम्यं नित्यमानन्दसागरम् एवमादिगुणोपेदं तद्विष्णोः परमं पदं न तद्भासयते सूर्यो न शशाङ्को न पावकः यद्गत्वा न निवर्तन्ते तद्धाम परमं हरेः तद्विष्णोः परमं धाम शाश्वतं नित्यमच्युतं न हि वर्णयितुं शक्यं कल्पकोटिशतैरपि हरे पदं वर्णयितुं न शक्यं मया च धात्रा च मुनीन्द्रसङ्घैः यस्मिन् पदे ह्यच्युत ईश्वरो यस्सो अङ्गवेद यदि वानवेद यदक्षरं वेदगुह्यं यस्मिन् देवा अधिविश्वे निषेधुः यस्तन्नो वेद किमृजा करिष्यदि ये तद्विदुस्त इमे समासदे तद्विष्णो परमं धाम सदा पश्यन्ति सूरयः अक्षरं शाश्वतं दिव्यं देवि चक्षुरिवाततं तत्प्रवेष्टुमशक्यं च ब्रह्मरुद्रादिदैवतैः ज्ञानेन शास्त्रमार्गेण वीक्ष्यते योगिपुङ्गवैः अहं ब्रह्मा च देवाश्च न जानन्ति महर्षयः सर्वोपनिषदामर्थं दृष्ट्वा वक्ष्यामि सुव्रते विष्णोपदे हि परमे पदे तत्सशुपाह्वयेः यत्र गावो भूरिशृङ्गा आसदे सुसुखाः प्रजाः अत्राह तत्परं धाम गोपवेशस्य शार्ङ्गिणः तद्भादिपरमं धाम गोभिर्गोपै सुखाह्वयैः आदित्यवर्णं तमसः परस्ताज्योतिरच्युतम् आधारो ब्रह्मणो लोकशुद्धसत्त्वः सनातनः सामान्याविभिदे भूमिं तेऽस्मिन् शाश्वते पदे तस्तस्सुर्दागरूपेऽस्मिन्युवानौ श्रीसनातनौ यदस्वसारा युवती भूनीले विष्णुवल्लभे यत्र पूर्वे ये च साध्या विश्वे देवाः सनातनाः स्तेहनागं महिमानसचन्दे सुपदर्शनाः तत्र विज्ञानिनो विप्रा जाग्रवां ससमिन्धदे तत्पदं ज्ञानिनो विप्रायान्ति संवासमिच्छवः तद्विष्णो परमं धाम मोक्ष इत्यभिधीयते तस्मिन् बन्धविनिर्मुक्ताः प्राप्नुवन्ति सुखं पदं तत्प्राप्य न निवर्तन्ते तस्मान्मोक्ष उदाहृतः मोक्षं परं पदं दिव्यमृतं विष्णुमन्दिरम् अक्षरं परमं धाम वैकुण्ठं शाश्वतं पदं नित्यं च परमं व्योम सर्वोत्कृष्टं सनातनं पर्याय वाचकान्यस्य परधाम्नोच्युतस्य च तस्य त्रिपाद्विभूतेस्तु रूपं वक्ष्यामि विस्तराद इति पात्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे त्रिपाद्विभूतिकथनं नाम सप्तविंशत्यधिकद्विशततमोऽध्यायः ॐ